ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनि व्याकरणवर्गे सर्वेषां स्वागतम्। अद्य आङ्ग्लनूतनवर्षः अपि अस्ति, अतः सर्वेषां नूतनवर्षस्य शुभाशयः। अस्माकं प्रवर्तमानविषयः अस्ति इडागमः व्याकरणशास्त्रे। तत्र यः इडागमः विधायकसूत्रम् अस्ति आर्धधातुकस्येड् वलादेः। पूर्वस्मिन् वर्गे एतत् सूत्रस्य विषये वयम् अधीतवन्तः। इडागमविधायकसूत्रमस्ति आर्धधातुकस्य एड् वलादेः। आर्धधातुकस्य इत्यनेन तत्र आर्धधातुकस्य प्रत्ययस्य, सो आर्धधातुकप्रत्ययः धातोः विधीयते। अतः धातोः अनन्तरं यः तिंशित् भिन्नप्रत्ययः तस्य इडागमः भवति इति सूत्रं वदति। परन्तु अत्र वलादेः अपि अस्ति, सो वलादेः आर्धधातुकस्य इडागमः। सो वलादि आर्धधातुकप्रत्ययः वलादि नास्ति चेत् तस्य इडागमः न भवति। सो वल् प्रत्याहारे प्रायशः यकारं विहाय सर्वाणि व्यञ्जनानि, सो व्यञ्जनेषु केवलं य नास्ति, अन्य कोऽपि वर्णः अस्ति चेत् तत्र प्रायशः सः आर्धधातुक अस्ति। अपि च यकारं विहाय तस्य आदिं वर्णः, यकारं विहाय कोऽपि अन्यव्यञ्जनः अस्ति चेत् तस्य इडागमः भवति इति सूत्रं वदति। वल् प्रत्याहारे अच् वर्णाः न सन्ति, अतः यदि कोऽपि प्रत्ययः आर्धधातुकप्रत्ययः अजादि अस्ति तस्यापि इडागमः न भवति। सूत्रं तादृशं सूत्रमस्ति वलादेः आर्धधातुकस्य इड्। यदि धातोः अनन्तरं यः प्रत्ययः सः वलादि अपि च आर्धधातुक अस्ति तदा एव तस्य इडागमः भवति। इट् इति आगमे तत्र टकारस्य इत् अस्ति, सो आगमविषये प्रायशः तत्र टित् कित् अपि च मित् द्रष्टव्यम्। अत्र यः आगमः सः टित् आगमः, अपि च यः एतादृशः इट् आगमः प्रत्ययस्य आगमः, आर्धधातुकस्य इड् भवति। प्रत्ययस्य आगमः अस्ति चेत् प्रत्ययस्य आदौ स्थापनीयम्, इत्युक्ते तत्र आद्यन्तौ टकितौ इत्यनेन आगमेषु तत्र यदि कोऽपि टित् आगमः अस्ति चेत् सः यस्य आगमः तस्य आदौ भवति। यदि कोऽपि कित् आगमः अस्ति यस्मिन् ककारस्य संज्ञा अस्ति तादृश आगमः आगमनि अन्ते भवति। अत्र प्रत्ययः आगमनि, अतः प्रत्ययस्य आदौ भवति। इडागमेः इडित् आगमे तत्र ह्रस्व इकारः एव अवशिष्यते। सो यस्य प्रत्ययस्य इडागमः भवति तस्य आदौ इकारः आयाति। यदा वयं लृट् लकार पश्यामः, लृट् लकारस्य विवक्षायां तत्र शतासि लृ लुटो इत्यनेन तत्र स्य इति प्रत्ययः तिपादयस्य प्राक् आयाति। सो तत्र धातुयोगस्य भवति चेत् स्य इति प्रत्ययः तिंशित् नास्ति, तिंशित् भिन्नः, अतः अर्धधातुप्रत्ययः। अपि च स्य इति प्रत्ययः वलादि अस्ति, अतः स्य प्रत्ययस्य तत्र प्रायशः इडागमः भवति। सो तत्र वयं रूपाणि पश्यामः लृट् लकारे, तत्र पठिष्यति इति भवति। सो इष् इति यः तत्र इकारः यः श्रूयते अनेन सूत्रेण एव इकारः तत्र श्रूयते। सो आर्धधातुकस्येड् वलादेः इति सूत्रम् इड् विधायकसूत्रम्। प्रायशः धातोः अनन्तरं यः इकारः अडिशनल् इकारः श्रूयते अनेन सूत्रेण एव प्रत्ययस्य इकारः इडागमः तत्र भवति। पूर्वस्मिन् वर्गे वयं दृष्टवन्तः वलादि इत्यनेन तत्र यकारं विहाय अन्य सर्वाणि व्यञ्जनानि स्वर विहाय अपि सो तत्र तादृश आवशादि आवलादि प्रत्ययः अस्ति चेत् तस्य इडागमः न भवति. इदानीं तत्र आर्धधातुप्रत्ययः कः इति स्मर्यताम् एतत् परिच्छेदम् आरभ्य तत्र पठामः. अस्तु, कः पठति, कः अथवा का पठति? चेतना भगिनी पठति वा? आर्धधातुकप्रत्ययः कः इति स्मर्यताम्. प्रत्येकं प्रत्ययः यः धातुतः विहितः सः सार्वधातुक आर्धधातुकः वा. प्रत्ययः तिंशत् वा चेत् तिंशत् सार्वधातुकम् इत्यनेन सः च प्रत्ययः सार्वधातुकः. तिंशत् नास्ति चेत् आर्धधातुकं शेषः इत्यनेन प्रत्ययः आर्धधातुकः. सो तिङ् सार्वधातुकम् इत्युक्ते तिङ् वा षित् वा इति. तिंशत् नास्ति चेत् आर्धधातुकम् इति उच्यते. आर्धधातुकं शेषः इति सूत्रेण. सो अत्र अस्मिन् सूत्रे आर्धधातुक् इति पदम् अस्ति, सः विशिष्टपदमस्ति. किमर्थं विशिष्टं? तस्य तस्य संज्ञा अस्ति, संज्ञासूत्रमस्ति. तादृशपदस्य कृते ग्रन्थे, अष्टाध्यायीग्रन्थे तत्र सूत्रमस्ति, संज्ञासूत्रमस्ति आर्धधातुकं शेषः. तेन एव वयम् अवगन्तुं शक्यते आर्धधातुकम् इत्युक्ते किम्. सो अस्मिन् सूत्रे यः आर्धधातुकस्य इति षष्ठ्यन्तं पदमस्ति तस्य कृते अत्र लिखितम् आर्धधातुक् इत्यनेन आर्धधातुकं शेषः इति संज्ञासूत्राधारेण तिंशित् विहाय कोऽपि अन्यप्रत्ययः अस्ति चेत् तस्य आर्धधातुक् इति संज्ञा भवति. अपि च आम् धातोतः विहितः प्रत्ययः. सो धातोः तिंशित् सार्वधातुकम् इति संज्ञासूत्रे अपि धातोः इति अधिकारः अस्ति. अपि च अर्धधातुकं शेषः इति यः द्वितीयसंज्ञासूत्रमस्ति तत्रापि धातोः इति अधिकारः. सो धातोः अनन्तरं ये प्रत्ययाः तेषां नामकरणम् एव सार्वधातुक् अपि च अर्धधातुक् इति भवितुम् अर्हति. प्रातिपदिकस्य अनन्तरं ये प्रत्ययाः आगन्तुं शक्यते तेषां संज्ञा सार्वधातुक् अपि च अर्धधातुक् न भवति इति अपि तत्र अस्माभिः स्मर्तव्यम्. सो धातोः एव ये प्रत्ययाः विहिताः तेषु एव तेषाम् एव संज्ञा सार्वधातुक् अपि च अर्धधातुक्. अग्रे अपि पठतु भगिनि. तर्हि इडागमविधायकं सूत्रम् अर्धधातुकस्येड्वलादेः. अनेन धातुभ्यः वलादि आर्धधातुकप्रत्यय विधीयते चेत् तस्य प्रत्ययस्य इडागमः भवति. नाम अनेन सूत्रेण यः कोऽपि आर्धधातुकप्रत्ययः वलादिः अस्ति सः प्रत्ययः सेट्. अयं नियमः तिङ् प्रत्ययप्रसङ्गे पर्याप्तम्. किन्तु धातुभ्यः विहिताः प्रत्ययाः द्विविधाः, तिङ् कृत् च. कृत् प्रत्ययेषु द्वितीयप्रमुखसूत्रेण प्रत्ययः विषादिः चेत् इडागमो निषिध्यते. वशादि वशादि वशादि चेत् इडागमः विधायकसूत्रमस्ति आर्धधातुकस्येत् वलादेः. इत्युक्ते प्रत्ययः आर्धधातुकम् अस्ति अपि च वलादि अस्ति चेत् एव तत् प्रत्ययः सेत् इति उच्यते. वल् वल् इत्युक्ते प्रत्ययः आर्धधातुकम् अपि भवितव्यम्, अपि च आदौ वल् प्रत्याहारे भवति. वल् इत्युक्ते सर्वे व्यञ्जनानि य नास्ति, य विहाय, य विहाय सर्वे व्यञ्जनानि बल् प्रत्याहारे अन्तर्भूतः आयाति. सो सः प्रत्ययः सेत् इति, परन्तु तिङ् प्रत्ययः द्विविधा स्तः, तिङ् अपि च कृत् इति. तिङ् प्रत्ययः द्विविधा न, धातुभ्यः विहितः प्रत्ययः द्विविधा. धातुभ्यः विहितः विहिताः प्रत्ययाः द्विविधाः. आमामाम्. सो धातुः अनन्तरं यः प्रत्ययः आयाति ते वा आम् ते द्विविधा मुख्यतया तिङ् अपि च कृत् कृत् प्रथमे किं लिखितम्? अयं नियमः तिङ् प्रत्ययः प्रसङ्गे पर्याप्तम्. कः नियमः? आर्धधातुकस्येड् वलादेः इति. सत्यं. तिङ् प्रत्यये एव इत्युक्ते यदा तत्र तिङन्तप्रकरणमस्ति, तिङन्तप्रकरणे तत्र धातोः अनन्तरं लस्य लाधिकारः अस्ति. तिङन्तप्रकरणं केवलं तिङन्तप्रकरणं पश्यामः चेत् तिङन्तप्रकरणे मुख्य एकम् अधिकारसूत्रमस्ति लाधिकारः. इत्युक्ते लस्य इति सूत्रस्य अधिकारः तत्र अस्ति. किमर्थं चेत् तिङ् प्रत्ययः साक्षात् तत्र कोऽपि सूत्रं नास्ति येन तत्र वयम् अवगन्तुं शक्यते कीदृशधातोः अनन्तरं ति विधीयते, तिप् विधीयते. प्रथमे तु तत्र लकारः विधीयते, धातोः अनन्तरं लकारः विधीयते तिङन्तप्रकरणे. तिङन्तप्रकरणे यदा धातोः अनन्तरं वर्तमाने लट्, भूते, लङ् इति तत्र तादृशसूत्राणि, लकारनिमित्तिकसूत्राणि अपि सन्ति येन सूत्रेण तत्र लट् विधीयते वा लोट् विधीयते वा इति. तत्र दशलकाराः ये सन्ति तेषां कृते विधिसूत्राणि तत्र सन्ति. यथा तत्र अस्माकं परिचितम् अस्ति वर्तमाने लट्. सो तिङन्तप्रकरणे प्रथमे धातोः अनन्तरं लट् विधीयते, लकारः विधीयते. अनन्तरं लस्य इति लाधिकारसूत्रेण तत्र लस्य इत्यनेन ल स्थाने तत्र तिवादयस्य विधानं महर्षिणा कृतम्. सो तिङन्तप्रकरणे प्रथमे तत्र लट् विधीयते, अनन्तरं तत्र लस्य इत्यनेन तिवादयः विधीयते. अनन्तरं तत्र तिवादयः यदि सार्वधातुकसंज्ञकः मूले तु तिंशित् सार्वधातुकम् इत्यनेन तत्र तिङ् प्रायशः सामान्य रूपेण तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः. परन्तु वयं दृष्टवन्तः तत्र अस्य सूत्रस्य अस्य संज्ञासूत्रस्य कृते अपवादद्वयं. तत् किं स्मारयति वा भगिनि? तिंशत् सार्वधातुकम्, अर्धधातुकं शेषः, अपि च अनन्तरं सूत्रद्वयं तत्र, येन तत्र वयम् अवगन्तुं शक्यते तत्र सर्वे तिङ् प्रत्ययाः तु मूले सार्वधातुकसंज्ञकाः. परन्तु अनन्तरं महर्षि वदति अत्र एव पञ्चदश अधिक एकशततमे सूत्रे तत्र महर्षि वदति लिट् च लिङ्गाशीषि. सो लिट् च इत्यनेन तत्र अर्धधातुकं पूर्वसूत्रात् अर्धधातुकं शेषः इत्यनेन तत्र अर्धधातुकम् इति पदस्य अनुवृत्तिः भूत्वा तत्र लिट् च आर्धधातुकम् इति भवति. सो लिट् च आर्धधातुकम् इत्यनेन लकारः तु तिंशित् नास्ति. लिट् लकारः आर्धधातुकसंज्ञकः, परन्तु लिट् च इत्यनेन तत्र लः स्थाने ये तिवादयः ते आर्धधातुकसंज्ञकाः. सो लिट् लकारस्य यदा तत्र लस्य इत्यनेन तिवादयः वयं योजयामः, लिट् लकारे तिपादयः आर्धधातुकसंज्ञकाः. सो तिंशित् सार्वधातुकम् इति संज्ञासूत्रस्य कृते अपि अपवादसूत्रमस्ति. प्रथमे महर्षि वदति तिङ् सर्वे तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः, अनन्तरं वदति लिट् च अर्धधातुकम्. सो यदा अस्माकं विवक्षा लिट् लकारस्य अस्ति तत्र लस्य इत्यनेन ये तिपादयः वयं योजयामः ते सर्वे तिपादयाः आर्धधातुकसंज्ञकाः. सो तिङन्तप्रकरणे लिट् लकारे अपि च आशीर्लिङ्ग्लकारे ये तिपादयः ते आर्धधातुकसंज्ञकाः, न तु सार्वधातुकसंज्ञकाः. यद्यपि सूत्रमस्ति तिङ् सार्वधातुकं, तिंशित् सार्वधातुकम्, तथापि अस्य सूत्रस्य कृते अपवादद्वयं लिट् च अपि च लिङ्गाशीषि. सो आशीर्लिङ्ग्लकारे यदा तत्र लिङ्ग्लकारस्य प्रभेदः द्वयं, प्रकारद्वयम् अस्ति, आशीर्लिङ्ग्लकारः विधिलिङ्ग्लकारः. सो लिट् च लिङ्गाशीषि लिङ्गाशीषि इत्यनेन तत्र लिङ्गाशीषि अपि तत्र आर्धधातुकम्. सो आशीर्लिङ्ग्लकारे यदा तत्र लस्य इत्यनेन तिवादयः विधीयते ते तिवादयः आर्धधातुकसंज्ञकः, न तु सार्वधातुकसंज्ञकः. सो तिंशित् सार्वधातुकम् इति संज्ञासूत्रस्य कृते अपवादद्वयम्, एकमस्ति लिट् च, द्वितीयमस्ति लिङ्गाशीषि. सो अत्र अस्मिन् प्रकरणे एव एतानि चत्वारि सूत्राणि महर्षिणा दत्तानि, तिंशित् सार्वधातुकम्, आर्धधातुकं, शेषः लिट् च, लिङ्गाशीषि. क्रमेण एतानि चत्वारि संज्ञासूत्राणि अत्र तृतीय अध्याये महर्षिणा तत्र स्थापितम्. सो तिङन्तप्रकरणे यदा वयं तिङन्तप्रकरणं धातोः अनन्तरं मुख्यतया प्रकरणं द्वयं, तिङन्तप्रकरणं, कृदन्तप्रकरणं, कृत् प्रत्ययः योजयामः, सो तिङ् प्रत्ययः लकारः लस्य इत्यनेन आयान्ति. सो तस्मिन् प्रकरणे तिङन्तप्रकरणेषु आर्धधातुकस्येड् वलादेः इति सूत्रं पर्याप्तं, कोऽपि अन्यसूत्रस्य आवश्यकता नास्ति. वयं जानीमः तत्र यदा तिङ् प्रत्ययः विधीयते तत्र धातोः अनन्तरम् एकम् अन्यत् कार्यमस्ति, एकः अन्यः प्रत्ययः तत्र आयाति यदा वयं तिङ् योजयामः. सार्वधातुक तिङ् योजयामः चेत् तत्र गणचिन्तनं भवति, गणविकरणप्रत्ययः मध्ये आयाति. अपि च तत्र केषुचित् लकारेषु, चतुर्षु लकारेषु तत्र धातोः अनन्तरं धातुतिवादयस्य मध्ये लकारनिमित्तिकविकरणप्रत्ययः आयाति, स्य, तास् अपि च चिलि. सो स्य अथवा तास् अथवा चिलि इति प्रत्ययः प्रत्ययस्य स्वभावः पश्यामः चेत् स्य, तास्, चिलि तिंशित् ना सन्ति. स्य, तास्, चिलि तिंशित् न सन्ति. अपि च एषां तत्र विधानं तिङन्तप्रकरणे भवति. यदा तत्र तिवादयः योजयामः तदा एव एते स्य, तास् अपि च चिलि आयान्ति. सो स्य, तास्, चिलि आर्धधातुकप्रत्ययः. सो तेषां विषये इडागमस्य विचारः यदा वयं कुर्मः तत्र आर्धधातुक सेड् वलादेः इति सूत्रं पर्याप्तं, तत्र कोऽपि अन्यसूत्रस्य आवश्यकता न भवति. परन्तु अत्र लिखितं कृदन्तप्रकरणे यदा वयं धातुयोगकृत् प्रत्ययः कुर्मः तत्र एकम् अन्यत् सूत्रमपि अपेक्षितं, न केवलम् आर्धधातुकसेड् वलादेः इति औत्सर्गिक इति सामान्यनियमः नियमस्य तत्र प्रवृत्तिः भवति. एकम् अन्यत् सूत्रम् अपि तत्र एकं निषेधकसूत्रं तत्र कार्यं करोति कृत् प्रत्ययेषु. सो तिङ् प्रत्ययेषु एतत् सूत्रं पर्याप्तं, परन्तु कृत् प्रत्ययेषु एकम् अन्यत् सूत्रस्य प्रसक्तिः, तत् अन्यत् सूत्रस्य विचारः अस्माभिः करणीयम् इति अत्र लिखितम्। सो कृत् प्रत्ययेषु द्वितीयः प्रमुखसूत्रेण प्रत्ययः वशादि चेत् इडागमः निषिध्यते। सो यदि कृत् प्रत्ययेषु प्रत्ययः वलादि अस्ति, प्रथमे तु सः अर्धधातुक् भवेत्, अनन्तरं सः वलादि भवेत्, अनन्तरं तत्र वलादि अर्धधातुक् अस्ति चेत् कृत्सु अपि इडागमः भवति अनेन सूत्रेण। परन्तु एकं तत्र निषेधकसूत्रम् आगत्य वदति वशादि अस्ति चेत् इडागमः निषिध्यते, तस्य कृते शास्त्रं किं, सूत्रं किम् इति अग्रे तत्र लिखितमस्ति, तस्य कृते यत् सूत्रमस्ति। अस्तु अग्रे संशयमस्ति, वदतु। Is it safe to say that सर्वे विकरणप्रत्ययाः अनिट् अस्ति इति? न, कथम् अनिट् अस्ति? स इति प्रत्ययः सर्वे गणविकरणप्रत्ययः अनिट् प्रत्ययः, द्विविधा गणविकरणाः लकारनिमित्तिकविकरणाः। सो सर्वे लकारनिमित्तिक विकरणाः सेट् स ताश्चिलि, स ताश्चिलि इति सेट्। परन्तु गणविकरणाः शप् शन ते मुख्यतया सार्वधातुक्, सो सार्वधातुक् गणविकरणप्रत्ययस्य इडागमः न भवति, अतः ते अनिट्। उकारः उ इति प्रत्ययः सार्वधातुक् नास्ति, अर्धधातुक् अस्ति, शित् नास्ति। यः कस्मिन् गणे तनादिकृण्भ्यः उः, अष्टमगणे उ इति विकरणप्रत्ययः, तहां तनादिगणे उ इति विकरणप्रत्ययः। परन्तु उ प्रत्ययः वलादि नास्ति, अवलादि अस्ति, अतः यद्यपि सः अर्धधातुक् तथापि सः वलादि नास्ति, अतः तस्य अपि सः अपि अनिट् भवति, सेट् न भवति। सो गणविकरणप्रत्ययेषु सर्वे गणविकरणप्रत्ययाः अनिट् प्रत्ययाः, परन्तु सर्वे लकारनिमित्तिकविकरणाः सेट् प्रत्ययाः। तत् वयं वक्तुं शक्यते। अपि च लट् लकार रूपेण सर्वे तिङ् प्रत्ययाः अपि अनिट्। किमर्थं तिङ् सार्वधातुकम् अस्ति? सो लट् न केवलं लट् लकारे, लट् लोट् लङ् विधिलिङ्ग् लकारे, विधिलिङ्ग् लकारे एतेषु चतुर्षु लकारेषु तिवादयः सार्वधातुकसंज्ञकाः, अतः तत्र तेषाम् इडागमः न भवति। न केवलम् एतेषु चतुर्षु लकारेषु, लिट् अपि च आशीर्लिङ्ग् विहाय ये तत्र लृट् लकारः, लृट् लकारे तिबादयः सार्वधातुकसंज्ञकाः, परन्तु तत्र किं भवति, तत्र यद्यपि प्रत्ययः सार्वधातुकसंज्ञकः तथापि तत्र शतासि लृ लिटो इत्यनेन प्रथमसोपाने एव स्य आयाति। सो धातुः सार्वधातुक् तिबादयः साक्षात् न पश्यति, तत्र धातु यः अस्ति सः तु स्य ताश्चिलि पश्यति, अतः तत्र किं न भवति, तत्र सार्वधातुप्रकरणं नास्ति। सो तत्र कर्तरी शप् सूत्रस्य प्रसक्तिः न भवति। सो यद्यपि तत्रापि लिट् विहाय, लिट् अपि च आशीर्लिङ्ग् विहाय सर्वे तिवादयः सार्वधातुकसंज्ञकाः, केवलं लिट् लकारे एव तिबादयः अर्धधातुकसंज्ञकः, आशीर्लिङ्ग् लकारे एव तिबादयः अर्धधातुकसंज्ञकः, अन्य सर्वे तिबादयः सार्वधातुकसंज्ञकाः एव। सो सार्वधातुकनिमित्तीकृत्य तत्र यानि कार्याणि सम्भवन्ति तेषु अन्यतमः अस्ति कर्तरि शप् सार्वधातुके. सो यद्यपि लृट् लकारे धातुयोगतिवादयः भवति, सार्वधातुकसंज्ञकः अस्ति, तथापि तस्य पूर्वे यः प्रथमसोपानम् अस्ति यदा तत्र धातुयोग लृट् भवति विवक्षानु अनुगुणेन, तत्र तस्मिन् सोपाने प्रथमे स्य आयाति, अनन्तरं लस्य इत्यनेन तिबादयः आयान्ति. तृतीयसोपाने यदा तिबादयः आयाति, तिबादयः सार्वधातुकसंज्ञकः, परन्तु धातोः साक्षात् नास्ति, धातोः साक्षात् तु स्य अस्ति. सो तिंशित् सार्वधातुकम् इति सूत्रे निमित् सप्तमी अस्ति. सार्वधातुकप्रत्ययः साक्षात् परे भवेत् तदा एव तत्र शप् विधि आगन्तुं शक्यते. सो सार्वधातुके इति सप्तमी अन्तं पदम् अस्ति, तत्र निमित् सप्तमी अस्ति. अपि च वाट् वास् सूत्रं शप् विधायकसूत्रं किम्? कर्तरि शप् सार्वधातुके, कर्तरि कर्तरि इति पदमपि सप्तमी अन्तं पदम्. सो कर्तरि प्रयोगस्य विवक्षायां धातोः साक्षात् सप्तमी, निमित् सप्तमी तस्मिन् इति निर्दिष्टे पूर्वस्य साक्षात् परे तत्र सार्वधातु प्रत्ययः अस्ति चेदेव शप् आगन्तुं शक्यते. किञ्चित् दूरे अस्ति चेत्, मध्ये कोऽपि व्यवधानम् अस्ति चेत् शप् न आगन्तुं शक्यते. सो तत्र पठ्ययोगस्य योग ति अस्ति लृट् लकारे. सो यद्यपि तिबादयः सार्वधातुकसंज्ञकः, तथापि तत्र साक्षात् नास्ति. सो कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः तत्र न भवति. धातोः अनन्तरं स्य प्रत्ययः, स्य प्रत्ययः तिंशित् भिन्नप्रत्ययः, अतः अर्धधातुकं शेषः इत्यनेन स्य प्रत्ययः अर्धधातुकसंज्ञकः, अतः तत्र कर्तरि शप् सूत्रस्य प्रसक्तिः नास्ति, तत्र शप् न आगन्तुं शक्यते. परन्तु तिबादयः तु तत्र सार्वधातुकसंज्ञकाः, किमर्थं चेत् सर्वे तिबादयः सार्वधातुकसंज्ञकाः, अपवादद्वयम् एव, एकमस्ति लिट् च, द्वितीयमस्ति लिङ्गाशीषि. सो तिंशित् तिङ् इत्यनेन सर्वे तिङ् अष्टादश तिङ्प्रत्ययः सार्वधातुकसंज्ञकाः, परन्तु लिट् लकारे तिबादयः अर्धधातुकसंज्ञकः, अपि च आशीर्लिङ्ग् लकारे तिबादयः अर्धधातुकसंज्ञकः. अन्य सर्वेषु लकारेषु, अन्ये ये अष्टलकाराः सन्ति, तत्र तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकः एव, परन्तु तत्र भिन्न भिन्न सूत्रस्य प्रसक्तिः भूत्वा धातोः सार्वधातुकप्रत्ययः न पश्यति, अतः तत्र कर्तरि शप् सूत्रस्य प्रसक्तिः न भवति तेषु लकारेषु, लृट् लकारे, लृङ् लकारे, अपि च चतासि लृ लुटो लुट् लकारे इति तत्र चिन्तनम्. अवगतं वा भगिनि? धन्यवादः. तिङ् प्रत्ययः यत् लिखितम् अत्र अर्धधातुक्, केवलं लिट् लकारे एव तिङ् प्रत्ययः अर्धधातुक्, अपि च आशीर्लिङ्ग् लकारे एव तिङ् प्रत्ययः अर्धधातुकसंज्ञकः. अन्यथा तु सामान्यसूत्रेण एव कार्यं, तिंशित् सार्वधातुकम् इति संज्ञासूत्रेण सर्वे तिङ् प्रत्ययः सार्वधातुकसंज्ञकाः एव मूले. अस्तु, अग्रे पठामः. उषा भगिनी अग्रे पठति वा सूत्रं नेड्वशीकृति? भगिनि, मम स्वास्थ्यं सम्यक् नास्ति. चिन्ता मास्तु भगिनि. मञ्जरी भगिनी पठितुमिच्छति वा भगिनी? नो चेत् गिरिजा भगिनी. आं भगिनी, अस्मि भगिनी. पठितुमिच्छति वा भगिनी? नेड्वशिकृणोमि. चिन्ता मास्तु. गिरिजा भगिनी, भगिनि क्षम्यतां, मम ग्लासस् नास्ति, लास्ट् सम्वेर्, सो ऐ केनाट् रीड्. चिन्ता मास्तु. पूर्णिमा भगिनी पठति वा भगिनि? श्रूयते वा? सारि, इत्युक्ते आदौ वश् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः न भवति. यस्मिन् विधिस्तदाद प्रसरणे आर्थिकम् इत्यनेन वशीकृति इत्युक्तौ वशादौ कृति तादृशप्रत्ययः यस्य आदौ वश् स्यात् वश् प्रत्याहारे वर्गीयव्यञ्जनानां तृतीय चतुर्थ पञ्चमञ्च सदस्याः वकाररेफालकाराः च नाम वृक्ष प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयः अथवा षष्ठः चेत् इडानुकूलः न अव्ययपदम् इट् प्रथमान्तं कृषि सप्तम्यन्तम् इति. भगिनी अहं याने अस्मि, अत्र शब्द श्रूयते, अहम् आस्ट्रेलिया मध्ये अस्मि. सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुरूचितसूत्रम् अङ्गात्ना इड् वशीकृति. अहं न अवगतवती भगिनी, पुरा सप्ताहे अपि अहं नागतवती, इदानीम् आगतवती, नेट्वर्क् नासीत् अतः भवती एव एक्स्प्लेन् करोमि. चिन्ता मास्तु भगिनि, ऐ विल् एक्स्प्लेन्. अर्धधातुक् सेड् वलादेः इति सूत्रमपि सप्तम अध्याये अस्ति. तस्मिन् प्रकरणे एव एकं निषेधकसूत्रम् अस्ति, नेड् वशीकृति. सो नेड् वशीकृति इत्यनेन न इट् वशीकृति इति तत्र चत्वारि पदानि सन्ति. न इट् वशीकृति, वशी अपि सप्तम्यन्तम् अस्ति, कृति अपि सप्तम्यन्तम् अस्ति. सो कृति इत्यनेन कृत् प्रत्ययस्य प्रसङ्गे, कृत् प्रत्ययस्य विवक्षायां, सो अत्र साक्षात् कृति इति पदम् अस्मिन् सूत्रे, निषेधकसूत्रे. न इत्यनेन निषेधकसूत्रम्. सो न इट् इत्यनेन इडागमः न भवति. कुत्र न भवति? वशी अपि च कृति. सो साक्षात् वशी सप्तम्यन्तम् अस्ति. सो वशादि कृत्प्रत्ययेषु, सो कृत्प्रत्ययेषु केवलं कृत्प्रत्यये एव एतत् प्रसङ्गः. सो कृत्भिन्नः अस्ति चेत् तत्र एतत् सूत्रस्य प्रसक्तिः न भवति. सो कृत् प्रत्ययस्य आदौ वश् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः न भवति, न इट्. सो कृत् यदा वयं धातुयोग कृदन्तप्रकरणे यदा वयं धातुयोग कृत् प्रत्ययः योजयामः, तत्र आर्धधातुकं तिंशित् भिन्नः अस्ति चेत् कृत् प्रत्ययेषु तत्र कानिचन सार्वधातुकसंज्ञकप्रत्ययाः अपि सन्ति, यथा तत्र शत्र, शानच्, कानच्, खश्. तत्र अहं चिन्तयामि नव कृत्प्रत्ययेषु नवप्रत्ययाः शित् प्रत्ययाः. शित् अस्ति चेत् तिंशित् सार्वधातुकम् इत्यनेन ते सर्वे कृत्प्रत्ययाः सार्वधातुकसंज्ञकाः. सो तेषु यदा वयं धातुयोगश्रुत् शत्र कुर्मः अथवा धातुयोगशानच् कुर्मः, तत्रापि तत्र आर्धधातुक् सेड् वलादेः इति सूत्रस्य प्रसक्तिः एव नास्ति. किमर्थं चेत् तत्र धातोः अनन्तरम् आर्धधातुकप्रत्ययः न सार्वधातुकप्रत्ययः, अतः तत्र आर्धधातुक् सेड् वलादेः इति सूत्रस्य प्रसक्तिः एव नास्ति. तत्र शत्रुप्रत्ययः, शानच् प्रत्ययः, खष् प्रत्ययः, चानश् प्रत्ययः, ते सर्वेषित् प्रत्ययः, सार्वधातुकसंज्ञकाः, अतः तत्र इडागमस्य विचारः, सार्वधातुकप्रत्ययेषु इडागमविचारः न करणीयम् इति तत्र सामान्यनियमः। परन्तु कृत्सु प्रत्ययेषु तत्र षित् भिन्न तिंशित् भिन्नप्रत्ययाः अपि सन्ति। षित् भिन्नप्रत्ययः कृत् प्रत्ययः अस्ति चेत्, अपि च सः कृत् प्रत्ययः वलादि अस्ति चेत् तत्र इडागमः भवति। तथैव तत्र अनियर् नवुल् नमुल् अपि च तत्र लेप् लेप् प्रत्ययः अर्धधातुप्रत्ययः, परन्तु तत्र आदिमवर्णः यकारः, अतः वलादि नास्ति। सो लेप् प्रत्ययः अपि वलादि नास्ति। सो तत्र अर्धधातुकसेड् वलादेः इति सूत्रस्य प्रसक्तिः एव नास्ति। तथैव अनियर् प्रत्ययः, सो कृतसुप्रत्ययेषु तत्र अस्माभिः प्रथमे द्रष्टव्यं वलादि अस्ति वा नास्ति। कृतप्रत्ययः वलादि अस्ति चेत् तत्र अर्धधातुक सेड् वलादेः इत्यनेन इडागमस्य प्रसक्तिः अस्ति। परन्तु तत्र कृत्सु प्रत्ययेषु एकं निषेधकसूत्रमपि अस्ति, केवलं कृत्सु प्रत्ययेषु, तदस्ति नेड् वशीकृति। सो कृतिप्रसङ्गे कृत् प्रत्ययस्य विवक्षायां यदि प्रत्ययः वशादि अस्ति तत्र इडागमः न भवति। सो वश् प्रत्याहारे ये वर्णाः सन्ति ते वल् अन्तर्भूताः एव। वेन् वि से अच् और् वेन् वि से इक् और् अक् इक् अक् एते प्रत्याहारे तत्र ये वर्णाः सन्ति ते अच् अन्तर्भूताः एव। अच् बृहद् प्रत्याहारः, तस्मिन् अक् इक् उक् इति तत्र अन् इति प्रत्याहारे तस्मिन् एव अन्तर्भूताः। तथैव वल् प्रत्याहारः बृहत् प्रत्याहारः, तस्मिन् यकारं विहाय सर्वाणि व्यञ्जनानि। वश् प्रत्याहारे के वर्णाः इति पश्यामः चेत् वर्गीयतृतीय, वर्गीयचतुर्थ, वर्गीयपञ्चमः। सो वर्गीयव्यञ्जनेषु 3, 4, 5 वर्गीयतृतीयव्यञ्जनः, चतुर्थव्यञ्जनः, पञ्चमः सदस्यः, अपि च तत्र अन्तस्थाः अपि सन्ति व र ल, यकारं नास्ति अन्तस्तेषु, यकारः नास्ति। किमर्थं चेत् हयवरट् इत्यनेन य इति वर्णः हयवरट् इति सूत्रे दत्तं। सो तत्र व आरभ्य न तु य आरभ्य, सो यकारः नास्ति वश् प्रत्याहारे। वर्गीयतृतीयवर्गीयचतुर्थवर्गीयपञ्चमः अपि च वकारः, रेफः अपि च लकारः अस्ति चेत् तादृशकृत्प्रत्ययस्य इडागमः निषिध्यते। सो तत्र किम् अवशिष्टं? वर्गीयप्रथमव्यञ्जनः, वर्गीयद्वितीयव्यञ्जनः, अपि च शिष्य सः, एतेषु कोऽपि वर्णः आदौ अस्ति, कृत्प्रत्याहारस्य आदौ अस्ति चेदेव इडागमः भवति, अन्यथा तत्र इडागमः न भवति। यथा वयं स्यप्रत्ययः, स्यविकरणप्रत्ययः पश्यामः, स्यविकरणप्रत्ययः, परन्तु स्य इति विकरणप्रत्ययः कृत् नास्ति, तत्र एतादृशः विचारः एव नास्ति, नेड् वशीकृति। सो कृतसु प्रत्ययेषु तुमुन् पश्यामः, तुमुन् स थवतु, ते कृत् प्रत्ययः पश्यामः चेत् तत्र क्त इति प्रत्ययः, क्तवतु इति प्रत्यये ककारस्य इत्संज्ञा भूत्वा आदिमवर्णः तकारः, तकारः वलादि, अपि च तकारः वशादि नास्ति, अवशादि। अतः तत्र तुमुन् तवतु क्त एते सर्वे तवत् एते सर्वे कृत् प्रत्ययाः, सेट् प्रत्ययाः। किमर्थं वशादि नास्ति, अवशादि अस्ति। अतः नेड् वशीकृति इति सूत्रस्य प्रसक्तिः क्तवतु क्त क्तिन् इति प्रत्ययेषु, कृत् प्रत्ययेषु तत्र एतत् सूत्रस्य प्रसक्तिः न भवति। इदानीं तत्र एतत् सूत्रस्य अर्थः कः इति पश्यामः चेत्, कृत् प्रत्ययेषु यदि प्रत्ययः वलादि, इडागमः प्रथमसूत्रेण आर्धधातुक् सेड् वलादेः इत्यनेन भवितुम् अर्हति। परन्तु यदि वलादि अपि अस्ति, वशादि अपि अस्ति, तत्र इडागमस्य निषेधः भवति, तत्र इडागमः न भवति इति निषेधकसूत्रं वदति। सो वशादिकृत् प्रत्ययेषु इडागमः न भवति। पञ्चमी अत्र न इति अव्यपदम्, इट् इति प्रथमान्तं। किमर्थं प्रथमान्तम्? इति आगमः भवति, इट् इति आगमः तत्र न भवति। अपि च वशी सप्तम्यन्तं, कृती अपि सप्तम्यन्तं। वशी यः अस्ति सः निमित्सप्तमी, कृती यः अस्ति सः विषयसप्तमी। सो कृत् प्रत्ययस्य विषये न केवलं वलादि द्रष्टव्यं, वशादि अपि द्रष्टव्यम्। वशादि अस्ति चेत् इडागमः न भवति, अवशादि अस्ति चेदेव कृत् प्रत्ययस्य इडागमः भवति। अतः सुकृत् प्रत्ययेषु वर्गीयप्रथमवर्गीयद्वितीय अस्ति चेत्, अपि च शस्य सः अस्ति चेदेव इडागमः भवितुम् अर्हति। किमर्थं चेत् सूत्रं तादृशम्, अपि च एतत् सूत्रम् अङ्गस्य अधिकारे अस्ति। तत्र षष्ठम् अध्याये, सप्तमे अध्याये अङ्गस्य इति अधिकारः अस्ति। सो अङ्गस्य इडागमः न भवति, अङ्गस्य इति अधिकारः अस्ति। अनुवृत्तिसहितसूत्रमस्ति, अङ्गात् न इट् वशीकृति। अङ्गात् इति अत्र वचनपरिणामं कृतम्, अङ्गस्य इति यः मूलपदं सः षष्ठ्यन्तं, परन्तु अत्र लिखितम् अङ्गात् इति पञ्चमीयन्तम् अस्ति। किमर्थं चेत् अङ्गात् यः प्रत्ययः विधीयते, अङ्गात् अनन्तरं यः प्रत्ययः विधीयते, सः प्रत्ययः प्रथमे तु कृत् भवेत्, अपि च सः वशादि अस्ति चेदेव इडागमस्य निषेधः। अवशादि कृत् प्रत्ययेषु इडागमस्य निषेधः नास्ति। सो तुमुन् तवतु क्त तव्यत् एते सर्वे कृत् प्रत्ययाः, परन्तु अवशादि, वशादि न, अतः तत्र निषेधः नास्ति, तत्र इडागमः भवति। सो क्त प्रत्ययः तवतु प्रत्यये इडागमस्य निषेधः नास्ति, परन्तु यदि कोऽपि वशादि कृत् प्रत्ययः अस्ति, तत्र यद्यपि आर्धधातुक् सेड् वलादेः इति सूत्रेण तत्र इडागमः भवेत्, तथापि न भवति। निषेधकसूत्रं महर्षिणा तस्य कृते कृत् प्रत्ययेषु निषेधकसूत्रम् अपि तत्र अस्माभिः विचारणीयम्। सो यदि कृत् प्रत्ययः वलादि अस्ति, परन्तु वशादि अपि अस्ति, तत्र इडागमः न करणीयम् इति तत्र लिखितम्। अपि च अत्र एकं वार्तिकस्य उल्लेखः अपि अस्ति, यस्मिन् विधिस्तदादिवलग्रहणे। सो यस्मिन् विधिस्तदादिवलग्रहणे इति वार्तिकं, तत्र एकं तत्र परिभाषासूत्रम् अस्माभिः पूर्वे दृष्टं, तत् अस्ति 1172। तत्र तदन्तविधिः यत्र अस्ति, तस्य कृते सूत्रं किं तदन्तविधिविषये? आम्, येन विधि तदन्तस्य। सो येन विधि तदन्तस्य इति परिभाषासूत्रं, तदन्तविधिः तत्र भवति। येन विधि तदन्तस्य इत्य सूत्रस्य परिभाषासूत्रस्य एतत् अपवादमस्ति यस्मिन् विधिस्तदादि वलग्रहणे. सो येन विधि तदन्तस्य इति सूत्रस्य प्रसक्तिः कुत्र भवति? यत्र पदयोः विशेषणविशेष्यभावः तत्र प्रायशः तदन्तविधिः भवति. परन्तु अस्मिन् सूत्रे एतत् सूत्रं पश्यामः नेड् वशीकृति, अत्र अपि पदयोः तत्र विशेषणविशेष्यभावः अस्ति. वशीकृति, वशी अपि सप्तमी अन्तं, कृति अपि सप्तमी अन्तं. सो पदयोः अस्मिन् सूत्रे विशेषणविशेष्यभावः अस्ति. प्रायशः कस्मिंश्चित् विधिसूत्रे अथवा निषेधकसूत्रे विशेषणविशेष्यभावः दृश्यते चेत् तत्र महर्षिणा एकं परिभाषासूत्रं दत्तं, यस्मिन् परिभाषासूत्रं येन विधि तदन्तस्य, येन विधि तत्र यः येन इति यः तृतीयान्तं पदमस्ति तत्र, येन विधि तदन्तस्य. सो येन इति तत्र यः यः तत्र सः, तत्र यदा वयं तत्र सः युक्ते तृतीयान्तं पदस्य तत्र प्रयोगः भवति. प्रायशः व्याकरणशास्त्रे यदा तत्र सः, साकं, सार्धं, समम् एतादृशः पदस्य तत्र वाक्ये वयं प्रयोगं कुर्मः चेत् तत्र उपपदे, तस्मिन् उपपदे तृतीयान्तं पदस्य प्रयोगः व्याकरणनियमानुसारेण भवति. सो अत्र येन विधि तदन्तस्य इति सूत्रे यः येन पदमस्ति सः तृतीयान्तं पदं. सो तत्र प्रायशः अन्वयः भवति येन सह विधिः. सो येन सह विधिः इत्युक्ते येन केनापि विशेषणेन. सो येन केनापि विशेषणेन विधिः सः अन्ते भवति, तदन्तविधिः भवति, तस्य अन्ते विधिः भवति. इत्युक्ते अन्तिम यः तत्र विधिः उक्तं सः प्रायशः अन्ते भवति. परन्तु यदा तत्र अत्र वशीकृति यः अस्ति, वशी इति यः सप्तमी अन्तं पदमस्ति, अत्र तदन्तविधिः इति न भवितुं शक्नोति. अतः वार्तिकारः वररुचिमहर्षिणा तत्र किं कृतम्? एकम् अपवादं दत्तम्. वार्तिकद्वारा अत्र अपवादः अस्ति, यस्मिन् विधिस्तदादि वलग्रहणे. सो प्रायशः यत्र सप्तमी अन्तं पदमस्ति, प्रायशः सर्वदा न, प्रायशः यदि विशेषणविशेष्यभावः सप्तमी अन्तं पदस्य द्वारा अस्ति, वयं जानीमः सूत्रे सप्तमी अन्तं पदमस्ति चेत् पूर्वे कार्यं भवति, सः निमित्तं भवति. सो प्रायशः यत्र यत्र विधिसूत्रे अथवा निषेधकसूत्रे विशेषणविशेष्यभावः दृश्यते, अस्माभिः तत्र ग्रन्थाधारेण तत्र तदन्तविधिः करणीयम्. अत्रापि विशेषणविशेष्यभावः अस्ति, परन्तु अत्र तदन्तविधिः नास्ति. अत्र आदौ यः वशादि वशी इत्यनेन कृत् प्रत्ययस्य आदौ वश् प्रत्याहारस्य वर्णः. सो तत्र वररुचिमहर्षिणा एकं वार्तिकं दत्तं, यस्मिन् विधिस्तद् आदि अलग्रहणे, तदादि अलग्रहणे, आदि इति यः अस्ति तदादि अलग्रहणे इति एतत् वार्तिकम् अस्ति. सो तस्य आदौ इति तत्र तदादिविधिः भवति, आदौ विधिः अस्ति, न तु अन्ते अस्ति. सो तत्र तदन्तविधिः नास्ति. प्रायशः सप्तमी अन्तं पदस्य द्वारा विशेषणविशेष्यभावः अस्ति चेत् प्रायशः तत्र तदादिविधिः, न तु तदन्तविधिः. सो एतत् वार्तिकम् अस्ति, अष्टाध्यायीग्रन्थे एतत् वार्तिकं नास्ति. एतत् वररुचिमहर्षिणा द्वारा एतत् वार्तिकं दत्तं, यस्मिन् इति सप्तमी अन्तम् अस्ति, यस्मिन् विधिस्तदादि वलग्रहणे, सोरि, अत्रापि षष्ठी अन्तम् अस्ति. सो यस्मिन् विधिः भवति तद् आदिवलग्रहणमस्ति, न तु अन्तविधिः अस्ति. तत्र तदादिविधिः अस्ति, न तु तदन्तविधिः. सो अत्र वश् कृत् प्रत्ययेषु आदौ वल् प्रत्याहारस्य वर्णः अस्ति चेत् तस्य इडागमः निषिध्यते इति तत्र यस्मिन् विधिस्तदादिवलग्रहणे इति वार्तिकम्। सो एतत् वार्तिकं येन विधि तदन्तस्य इति परिभाषासूत्रस्य अपवादम् अपवादरूपेण एतत् वार्तिकं महर्षिणा दत्तं वररुचिमहर्षिणा दत्तं। सो तत्र आदौ विधिः अस्ति न तु अन्ते विधिः अस्ति। अपि च इडागमः पित्तागमः सः आदौ भवति। सो वश् प्रत्याहारस्य आदौ इडागमः भवति, अन्ते नास्ति कोऽपि कार्यम्। सो अत्र यः विधिनिषेधः सः प्रत्ययस्य आदौ इड् इति आगमस्य निषेधः टित् कारणेन। सो अत्र तदन्तविधिः न भवितुं शक्नोति। किमर्थम्? अत्रापि विशेषणविशेषभावः। सो तत्र येन विधि तदन्तस्य अपवादम् अस्ति, वार्तिकद्वारा अपवादं दत्तं यस्मिन् विधि तदादिवलग्रहणे इति। तत्र एतत् सूत्रस्य व्याख्या इफ् यु स्प्लिट् दट् वर्ड् विधिः तदादावल् अस्ति, तदादौ विधिः तदादौ अलग्रहणे तदादौ इत्यनेन तत्र यान्तावान्तादेशसन्धि आदौ इति औकारस्य आव् इति आदेशः। But vall also is there, hello? No, vall is not okay. There. Al is there. Al. Al is an in. Tadado al grahane. Al grahanam. Adim al al varna al iti grahanam asti. Al. So adim al varna ha swara ha va vyanjana ha va al iti an in. Dhanyavaad. सो अत्र यान्तवान्तदे सन्धिः अस्ति, औकारस्य आव् इति आदेशः, सो सन्धिः भूत्वा आव् इति भवति। सो सूत्रस्य अर्थः कः? चेतना भगिनी वदति वा, नेड् वशीकृति इति सूत्रस्य कः अर्थः? एतत् आर्तधातुकस्य वलादे इति सूत्रस्य अपवादसूत्रमस्ति। कृत् प्रत्ययः अस्ति चेत् अपवादसूत्रं न वदामः भगिनि, एतत् इडागमनिषेधकसूत्रं निषेधकसूत्रं भिन्नम्, अपवादसूत्रं भिन्नम्। शत् न इति पदं कार्यं समानं, परन्तु वयम् अपवादसूत्रं न वक्तुं शक्यते। किमर्थं चेत् अग्रे तत्र विषयः आयाति, अपवादम् इत्युक्ते किम्। सो एतत् निषेधकसूत्रम्, इडागमनिषेधकसूत्रम्। निषेधकसूत्रमस्ति प्रत्ययः। एकनिमिषः भगिनि, यस्मिन् विधिस्तदादिवलग्रहणे इति, यथा तत्र येन विधि तदन्तस्य इति सूत्रे येन इति पदं तृतीयान्तम् अस्ति। तृतीयान्तं पदं सूत्रे अस्ति चेत् सः यदा वयं तत्र वदामः यस्मिन् इति निर्दिष्टे पूर्वस्य, अपि च तस्मात् इति उत्तरस्य, एतत् परिभाषाद्वयं कस्य कृते भगिनि? यस्मात् यस्मिन् इति निर्दिष्टे पूर्वस्य, पञ्चमी अपि च सप्तमी विषये। परन्तु सूत्रे तृतीयान्तं पदमस्ति चेत् तस्य कः अर्थः? पूर्वमपि भवेत्, परमपि भवेत् इति। सो तस्य कृते कोऽपि सूत्रं नास्ति तत्र। यदा तत्र यस्मिन् इति निर्दिष्टे पूर्वस्य तस्मादिति उत्तरस्य, तस्मिन् इति निर्दिष्टे पूर्वस्य तस्मादिति उत्तरस्य, एतत् परिभाषाद्वयं कस्य कृते? सप्तमीपदस्य पञ्चमी अन्तं पदस्य कृते, सप्तमी अन्तं पदस्य कृते। तस्मादिति उत्तरस्य इति पञ्चमी अन्तं। सो तस्मात् पञ्चमी अन्तं पदं सूत्रे अस्ति चेत् तस्य उत्तरे कार्यं भवति, साक्षात् उत्तरे कार्यं भवति. सिमिलर्लि तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन तस्मिन् इति यः अस्ति सप्तमी प्रथमान्तं प्रथम एकवचनपदम् अस्ति. सो तस्मिन् इति अनेन सप्तमी अस्ति. सो सप्तमी अन्तं पदं सूत्रे अस्ति चेत् तस्य साक्षात् पूर्वे कार्यं भवति. महर्षिणा एतादृशः परिभाषाद्वयं तत्र तत्र भूत्वा तत्र किमपि तृतीयान्तं पदस्य विषये किमपि न लिखितम्. सो तृतीयान्तं पदं सूत्रे अस्ति चेत् येन विधि तदन्तस्य इत्यनेन यः तृतीयान्तं दत्तं तत्र सप्तमी इति अपि ग्रहणं भवति, पञ्चमी ग्रहणम् अपि भवति. सो येन केन अपि विशेषणेन सः विशेषणं सप्तमीरूपे अस्ति वा पञ्चमीरूपे अस्ति तत्र तु तदन्तविधिः भवेत् इति परिभाषासूत्रं वदति. परन्तु साक्षात् वार्तिकम् अस्ति यस्मिन् विधिस्तदादौ अलग्रहणे. सो यस्मिन् इति अस्मिन् अस्मिन् वार्तिके साक्षात् सप्तमी एकवचनपदं दत्तं यस्मिन्. सो सप्तमी एकवचनपदम् अस्ति यस्मिन्. सो केवलं सप्तमी अन्तविषये एव एतत् अपवादः, वार्तिकद्वारा अपवादः. सो पञ्चमीविषये षष्ठीविषये यदा तत्र अङ्गस्य इकः अङ्गस्य गुणः, सो इकः अङ्गस्य इति षष्ठीद्वारा तत्र विशेषणविशेषभावः. अतः तत्र सूत्रं परिभाषासूत्रम् अस्ति येन विधिस्तदादिवर्गहने. सो येन केन अपि रूपेण तत्र विशेषणविशेषभावः विधीयते. विशेषणविशेषभावः यत्र वर्तते तत्र प्रायशः विभक्ति अपि च वचनः समानं भवेत्. विशेष्य अपि च विशेषणस्य व्याकरणशास्त्रे यदा वयं वदामः विशेषणविशेषभावः अस्ति. सो कथं जानीमः त विषय यः यः तत्र विषयः अपि च यः विशेषणं तयोः तत्र समानविभक्ति समानवचनम् अस्ति चेदेव वयं अवगन्तुं शक्यते अत्र विशेषणविशेषभावः. सो इकः अङ्गस्य तत्र यः विशेषणविशेषभावः सः षष्ठीरूपेण निर्दिष्टम्. सिमिलर्लि कुत्रचित् पञ्चमीरूपेण विशेषणविशेषभावः निर्दिष्टम् अस्ति. सो एतत् वार्तिकं केवलं सप्तमीरूपेण यत्र यत्र विशेषणविशेषभावः तत्र एव अपवादः. षष्ठीद्वारा विशेषणविशेषभावः अस्ति अथवा पञ्चमीद्वारा विशेषणविशेषभावः अस्ति तत्र अपवादः नास्ति. अतः साक्षात् अत्र वार्तिके यस्मिन् इति पदं दत्तं सो सप्तमीद्वारा एव आदि तत्र विधिः भवति, न तु अन्तविधिः भवति. सो तद् इत्यनेन विशेषणः तत्रापि येन विधि तदन्तस्य तत्रापि तत् इति पदम् अस्ति. अत्रापि वार्तिके तत् इति पदम् अस्ति. तत् इत्यनेन विशेषणः येन तत्र विशेषणविशेष्यः भावः. सो तत्र न केवलं विशेषणस्य विधिः तत् परन्तु विशेषणः यस्य अन्ते विधीयते तत्रापि विधिः भवति. सो न केवलम् इक् रूपी अङ्गम् अस्ति परन्तु इक् वर्णः यस्य अन्ते अस्ति तत्रापि विधिः भवति. तथैव अत्र तदादि अलग्रहणे तदादौ अलग्रहणे इत्यनेन यत्र विधिः उक्तम् अस्ति तत्र विशेषणः आदौ यत्र अस्ति तत्र तादृशग्रहणम् अस्ति. सो वश् प्रत्याहारस्य वर्णः तस्य आदौ अस्ति. किमर्थं चेत् सप्तमीयन्तम् अस्ति. सो सप्तमीयन्तं पदं सूत्रे अस्ति चेत् तस्य पूर्वे कार्यं भवति. सो अत्र अन्तविधिः न भवितुं शक्नोति सप्तमीविषये. तत्र तु तस्य आदौ एव कार्यं भवति. तस्मिन् इति निर्दिष्टे पूर्वस्य तत्र पूर्वे कार्यं भवति. अतः तत्र तदन्तविधिः न भवितुं शक्नोति, तत्र तु आदौ विधिः एव भवति, अतः वार्तिकम् अपवादरूपेण महर्षिणा स्थापितम्। इदानीं वदतु सूत्रस्य अर्थः कः? वशीकृति न इत् वशीकृति इति न अव्ययपदम् इत् प्रथमन्तं वशी अपि च कृति सप्तम्यन्तम्। अत्र वशी निमित्सप्तमी अस्ति। वश् प्रत्याहारे सर्वे तृतीय चतुर्थ पञ्चमी पञ्चम्यवर्गः अपि च व र आयान्ति ल अपि ल अपि अतः एतत् विहाय सो तत् प्रथम द्वितीय ष सः सर्वे इडागमः भवति इति नेड्वशीकृति वदति। एकवाक्येन सूत्रस्य अर्थः कः? कृत् प्रत्ययेषु आदौ वश् प्रत्याहार अन्तर्भूतः वर्णः आयाति चेत् इडागमः न भवति। सुकृत् तदेव अस्ति। सुकृत् प्रत्ययेषु कृति इति साक्षात् दत्तं, सु केवलं कृत् प्रत्यये एव निषेधः। अन्येषु धातोः अनन्तरं कृत् भिन्नप्रत्ययः अस्ति चेत् तत्र एतत् निषेधकसूत्रस्य प्रसक्तिः नास्ति। तु साक्षात् महर्षिणा कृति इति पदं दत्तं, कोऽपि अनुवृत्तिरूपेण न आयाति, साक्षात् अत्र कृति इति पदं दत्तं। सो कृतिप्रसङ्गे प्रत्ययः वशादि अस्ति चेत् इडागमः न भवति इति सूत्रस्य अर्थः। निषेधकसूत्रं कदा कार्यं करोति भगिनि? एक्सेप्शन् अस्ति चेत्, इत्युक्ते यत्र औत्सर्गिककार्यम् अस्ति, इत्युक्ते यस्मिन् प्रत्यये आर्धधातुक् सेड् वलादेः इति सूत्रस्य प्रसक्तिः, तत्र एव वयं निषेधकसूत्रस्य विचारः कुर्मः। इत्युक्ते धातुयोग अनियर् कुर्मः चेत् अनियर् इति प्रत्ययः कृत् प्रत्ययः, सो तत्र वयं किं वदामः, एतत् नेड्वशीकृति इति सूत्रस्य प्रसक्तिः, तत्र सूत्रस्य प्रसक्तिः एव नास्ति। किमर्थं तत्र एतत् सूत्रस्य विचारः एव न करणीयं? किमर्थं चेत् अनियर् प्रत्ययः पूर्वे तु वलादि एव नास्ति, कथं वशादि वा अवशादि वा इति तत्र विचारः एव न करणीयम्। किमर्थं चेत् तत्र तु आर्धधातुक् सेड् वलादेः इति सूत्रस्य कार्यमेव नास्ति। सो यस्मिन् कृत् प्रत्यये आर्धधातुक् सेड् वलादेः इति सूत्रस्य कार्यमस्ति, तत्र एव निषेधकसूत्रस्य विचारः करणीयम्। तत्र एव द्रष्टव्यं कृत् प्रत्ययः वशादि वा अवशादि। अवशादि अस्ति चेत् इडागमः भवति, वशादि अस्ति चेत् इडागमः न भवति। सो एतत् सूत्रं नेड्वशीकृति इति सूत्रं तत्र एव आयाति यत्र यत्र आर्धधातुक् सेड् वलादेः इति सूत्रस्य कार्यमस्ति। एतत् निषेधकसूत्रं कस्य निषेधः? इडागमस्य एव निषेधः। सो तत्र प्रथमे तत्र आर्धधातुक् सेड् वलादेः इति सूत्रस्य प्रसक्तिः भवेत्, परन्तु प्राप्तिः न भवति। प्राप्तिः कथं न भवति? अनेन निषेधकसूत्रेण प्राप्तिः न भवति। सो यत्र यत्र आर्धधातुक् सेड् वलादेः कृत् प्रत्ययेषु यत्र यत्र आर्धधातुक् सेड् वलादेः इति सूत्रस्य कार्यमस्ति तत्र पुनः अस्माभिः विचारणीयं कृत् प्रत्यये कृत् प्रसङ्गे वशादि तु नास्ति वशादि अस्ति चेत् इडागमः न करणीयम् इति सूत्रस्य अर्थः सर्वैः अवगतं वा Vartikam, he has mentioned to bring in Adau, is it? Because into Atra Vashi, Atra Tadant Vidhi Nasti, Atra Adau Vidhi. Ataha Mahadi, Tatsikrite to Kopi Sutram Nasti, Yatra Adi Vidhi Bhavati. Ataha Vartikasya Avashakta. So Vartik Rupen Tatra Etat Parivasha Vartate. Yasmin Vidhi Tadadau Algrahne. तत्र आदौ विधि भवति न तु अन्ते विधि भवति धन्यवादः वदतु महोदय कः प्रश्नः एकं तु निषेधसूत्रम् एवं निषेध एवम् अपवाद भिन्नता किम् अस्ति अपवादसूत्रे कुत्रचित् भिन्नकार्यं भवति यथा तत्र अस्ति आत् गुणः इति सूत्रम् अस्ति अस्तु किनिति च आत् गुणः इति सूत्रम् अस्ति आत् गुणः इति सूत्रेण किम् उक्तम् अत्र अचि इति पदस्य अनुवृत्तिः पूर्वसूत्रात् अचि इति पदस्य अनुवृत्तिः आत् गुणः इत्यनेन अत्र यः आत् अस्ति सः तपर्करणं नास्ति प्रायशः दीर्घस्वरस्य अनन्तरं दृश्यते चेत् तत्र पुनः दृष्ट अस्माभिः तत्र विचारः करणीयम् अत्र तपर्करणं वा पञ्चम्यन्तं पदं वा सो अस्मिन् सूत्रे यः आत् इति यः अस्ति सः पञ्चमी अस्ति न तु तपर्करणम् अस्ति कुत्रचित् तपर्करणमपि भवितुं शक्नोति परन्तु अस्मिन् सूत्रे यः आत् अस्ति सः तपर्करणं न अतः केवलं दीर्घ आकारस्य ग्रहणं न इत्युक्ते आत् इति पञ्चमी अस्ति अ अथवा आ पञ्चमी अस्ति चेत् अनन्तरम् अ आ अनन्तरं कोऽपि अच् अस्ति चेत् असवर्ण अच् अस्ति चेत् इत्युक्ते इ उ अस्ति चेत् अथवा रु अस्ति चेत् असवर्ण अच् अस्ति चेत् तत्र किं भवति गुण आदेशः भवति गुणः इत्यनेन किम् गुणः इत्यनेन तत्र अतेङ्गुणः सो अयोग इ भवति चेत् पूर्वपरयोः अत्र पूर्वपरयोः इति अपि अधिकारः पूर्वपरयोः तत्र गुणादेशः भवति द्वयोः मिलित्वा तत्र गुणादेशः भवति इति सूत्रं वदति सो अ अथवा आ योग इ अथवा उ अथवा रु अस्ति चेत् द्वयोः स्थाने द्वयोः मिलित्वा तत्र गुणवर्णस्य आदेशः भवति सो अयोग इ अस्ति चेत् तत्र ए भवति यथा अत्र न इड् न योग इड् अस्ति चेत् इड् बिकम्स् नेड् अयोग इ पूर्वपरयोः तत्र गुणादेशः भूत्वा ए भवति इति एकं सूत्रमस्ति आद्गुणः एतत् सूत्रस्य अपवादः अस्ति वृद्धिरेचि एतत् सूत्रस्य अपवादसूत्रमस्ति वृद्धिरेचि वृद्धिरेचि अपि विधिसूत्रम् आत् गुणः अपि विधिसूत्रम् द्वयमपि विधिसूत्रं कोऽपि निषेधः नास्ति आत् गुणे एकं कार्यं गुणकार्यं वृद्धिरेचि इति सूत्रे गुणकार्यं परन्तु प्रसङ्गः समानः किमर्थं वृद्धिरेचि इति सूत्रे आत् इति पदस्य अनुवृत्तिः सो आत् वृद्धिः वृद्धिः एचि आत् वृद्धिः एचि वृद्धिरेचि ऐचि वृद्धिः ऐचि अस्ति. सो वृद्धिः कदा भवति? आत् इति पञ्चमी अस्ति, आत् परे एच् प्रत्याहारस्य वर्णः अस्ति चेत् तत्र वृद्धिः भवति. सो आत् एच् इति वर्णाः अचि अन्तर्भूताः, अचि एच् वर्णाः अपि सन्ति, अच् मध्ये एच् वर्णाः अपि सन्ति, परन्तु अत्र विशिष्टरूपेण वृद्धिकार्यं तु केवलम् एचि परे एव भवति, न तु अचि परे भवति. सो यदा तत्र कोऽपि प्रसङ्गः अस्ति, तादृशप्रसङ्गः, तत्र अ अथवा आ, किमर्थं चेत् कार्यं केवलम् आत् परे एव कार्यम्. सो अ आ योग एच् प्रत्याहारे के के वर्णाः? एकारः, ओकारः, ऐकारः, औकारः. सो यदा तत्र अयोग ए अस्ति, कुत्रचित् अयोग ए अस्ति चेत् अत्र आत् गुणः इति सूत्रस्यापि प्रसक्तिः, वृद्धिरेचि इति सूत्रस्यापि प्रसक्तिः. सो द्वयोः विषये एकम् एव सोपाने सूत्रद्वयस्य प्रसक्तिः. कथं जानीमः केन सूत्रेण कार्यं करणीयम्? हौ विल् ऐ नो के अत्र गुणकार्यं करणीयं वा वृद्धिकार्यं करणीयं वा? सो यत्र अतः अत्र वृद्धिरेचि यः सूत्रमस्ति सः अपवादसूत्रं, न तु निषेधकसूत्रं, सः अपवादसूत्रं. कस्य अपवादः? आत् गुणः इति सूत्रस्य अपवादः. सो अपवादः इत्युक्ते किम् इति वयम् अग्रे पश्यामः, परन्तु अत्र सूत्रद्वयं विधिसूत्रं, कोऽपि एकं निषेधकसूत्रं नास्ति. अत्र सूत्रद्वयं भिन्नभिन्नकार्यं विधीयते. प्रथमे सूत्रे गुणकार्यं, द्वितीयसूत्रे वृद्धिकार्यं. सो गुणकार्यं करणीयं वा वृद्धिकार्यं करणीयं वा कथं जानीमः? सो अत्र वृद्धिरेचि इति यः सूत्रमस्ति सः अपवादसूत्रं. सो अतः अत्र वृद्धिः एव करणीयं. सो अत्र ऐकारः एव द्वयोः मिलित्वा, यदा तत्र तथा प्लस् एव अस्ति तथैव भवति, तत्र तथैव न भवति, तथा प्लस् एव अस्ति चेत् तथैव भवति. सो तत्र वृद्धिकार्यं भवति, न तु गुणकार्यं भवति. एतत् अस्ति अपवादसूत्रम्. अत्र अपवादबलेन कार्यं. सो द्वयोः सूत्रयोः मध्ये तत्र कः भावः इत्युक्ते औत्सर्ग अपवादभावः. एकं सूत्रं सामान्य कार्यं. सो यस्मिन् सूत्रे अल्पनिमित्तानि सन्ति सः अपवादसूत्रं भवति. सो एचि एचि केवलं चत्वारि वर्णाः, परन्तु अचि इति सर्वे स्वराः, अ आरभ्य औपर्यन्तं सर्वे स्वराः. अतः एतत् अपवादसूत्रं. परन्तु साक्षात् कस्मिंश्चित् सूत्रे न इति पदमस्ति, नकारः अथवा नञ् तत्पुरुषसमासद्वारा तत्र निर्देशः अस्ति चेत् सः तु कार्यस्य कार्यमेव न भवति. अत्र नेड्वशीकृति इति सूत्रे यः कार्यं पूर्वे उक्तम् इडागमः, तस्य निषेधः अस्ति. कोऽपि भिन्नकार्यं नास्ति अत्र. अत्र इडागमस्य एव निषेधः. इडागमः न, पूर्वे यत् उक्तम् वलादि अर्धधातुकप्रत्ययस्य इडागमः भवति, परन्तु कृत्सु यदि सः वलादि वशादि अपि अस्ति, तत्र इडागमः, यः पूर्वे कार्यम् उक्तं, यः विधिः पूर्वे उक्तम् इट् इति आगमः, सः तस्य निषेधः अस्ति. कोऽपि भिन्नकार्यम् अत्र न उक्तम्. इडागमः न करणीयं, कोऽपि अन्यत् कार्यं करणीयं, सः अपवादं. कोऽपि अन्यत् कार्यस्य निषेधः अस्ति चेत् सः अपवादं. परन्तु केवलं पूर्वे यत् कार्यम् उक्तं तस्य एव निषेधः अस्ति चेत् सः निषेधकसूत्रम्। अवगतं वा महोदय? आम् आम् सम्यक्। सो अत्र इडागमस्य एव निषेधः, कोऽपि भिन्नकार्यं न भवति। सो पूर्वे यत् कार्यम् उक्तं तस्य एव निषेधः, अतः निषेधकसूत्रम्, अपवादं न वक्तव्यम्। अस्तु अग्रे पठामः। सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु। अवगतं भगिनि। चेतना भगिनी अग्रे अग्रिमं परिच्छेदं पठतु भगिनि। भगिनी स्क्रीन् शेर् करोति वा? न दृश्यते। एकनिमिषः करोमि शेर्। पठतु भगिनि अत्र नूतनप्रश्नः उदेति। अत्र नूतनप्रश्नः उदेति आर्धधातुकस्य बलादेः इत्यनेन सर्वेभ्यः धातुभ्यः बलादि आर्धधातुकप्रत्ययः विधीयते चेत् तस्य प्रत्ययस्य इडागमः भवति, किन्तु तथा सर्वेभ्यः धातुभ्यः प्रत्ययः इडनुकूलः चेदपि कुत्रचित् इडागमः न भवति। वृत्तान्ते तुमुन् प्रत्ययः, तुमुन् आर्धधातुकः तिङ्क्षित् न वलादिः किन्तु वशादि न, तकारः आदौ अस्ति, सः च तकारः वली अस्ति किन्तु वशी न, तर्हि आर्धधातुकस्येड् वलादेः नेद् वशीकृति इति सूत्राभ्यां सर्वेभ्यः धातुभ्यः तुमुन् प्रत्यये विहिते सति प्रत्ययादौ इडागमः भवेत् इतुम् इति रूपं, यथा पठितुं लेखितुं चिन्तयितुं, किन्तु कृ धातोः कर्तुं, श्रु धातोः श्रोतुम् इत्यनयोः इडागमः नास्ति। किमर्थम्? धातुः अपि इडनुकूलः न वा इति ज्ञेयम्। एकं वाक्यं स्वीकृत्य वदतु भगिनि। अत्र आर्धधातुकवलादेः सूत्रं वदति प्रत्यय आर्धधातुकम् अस्ति अपि च वल् प्रत्याहारे अस्ति चेत् इडागमः भवति इति। प्रत्ययः आर्धधातुक अस्ति अपि च वलादि अस्ति, तावदेव। वल् प्रत्याहारे अस्ति, वल् आदि, आदि इत्यनेन प्रथमवर्णः वल् प्रत्याहारस्य, वलादि अस्ति, वलादि अस्ति चेत् इडागमः भवति। परन्तु धातुः अपि इडनुकूलं भवनीयम्, अर्थः न धातुभ्यः प्रत्ययः इडानुकूलः चेदपि कुत्रचित्, द्वयमपि इडनुकूलम् अस्ति परन्तु इडागमः न भवति कदाचित्। अत्र किं लिखितं? किन्तु तथा अस्ति चेत् सर्वेभ्यः धातुभ्यः इति पञ्चमी अस्ति अत्र, सर्वेभ्यः धातुभ्यः इति पञ्चमी अस्ति, सर्वेभ्यः धातुभ्यः प्रत्ययः इडनुकूलः, प्रत्ययः इडनुकूलः चेदपि कुत्रचित् इडागमः न भवति। सर्वेभ्यः धातोः अनन्तरं प्रत्ययः यद्यपि इडनुकूलः अस्ति तथापि कुत्रचित् वयं तत्र इडागमः न पश्यामः। किं कारणं किम्? इति तत्र प्रश्नः. कारणं किम् अस्ति? तस्य कृते उदाहरणमपि दत्तं, तुमुन् इति प्रत्ययस्य. तत्र किम्? तुमुन् प्रत्ययः आर्तधातुकम् अस्ति, अपि च वश् वश् अपि. प्रथमे तु वलादि दृश्यते, प्रथमे वलादि भवेत्. वलादि अस्ति, अपि च वश् अपि अस्ति. वश् अस्ति चेत् निषेधः, वश् अस्ति चेत् निषेधः. वश वलादि किं? तुमुन् प्रत्ययस्य प्रथमवर्णः कः? तकारः. तकारः, तकारः प्रथमवर्णः खलु. अतः वशादि नास्ति. वश् प्रत्याहारे वर्गीयतृतीय, वर्गीयचतुर्थ, वर्गीयपञ्चमवर्णः, न तु प्रथमद्वितीय. वश् नास्ति, अतः इडागमः भवितुम् अर्हति. अपि च तुमुन् इति प्रत्ययः कृत् प्रत्ययः, कृत् प्रत्यये एव निषेधः. कृति वशीकृति, नेड् वशीकृति इति अस्ति. सो एतत् कृत् प्रत्ययः, अतः द्वितीयसूत्रस्य विचारः अपि करणीयम्. नेड् वशीकृति इति सूत्रस्य विचारः अपि करणीयम्. केवलम् आर्धधातु सेड् वलादेः इति सूत्रस्य विचारः न आवश्यकम्. नेड् वशीकृति इति सूत्रस्य विचारः अपि अस्माभिः करणीयम्. किमर्थं चेत् तुमुन् प्रत्ययः कृत् अस्ति. कृदतिङ् कथं जानीमः कृत् अस्ति? कृदतिङ् इति सूत्रं. कृदतिङ् इति सूत्रे अतिङ् कृत्, अतिङ् अतिङ् प्रत्ययाः कृत् संज्ञकाः इति सूत्रं, संज्ञासूत्रं. कृदतिङ् इति संज्ञासूत्रम्, अतिङ् कृत्. सो एतत् तिङ् तिङ् समूहे नास्ति तुमुन्, अतः कृत् संज्ञकः. अतः द्वितीयसूत्रस्य विचारः अपि करणीयं. नेड् वशीकृति. वदतु अग्रे. परन्तु कुत्रचित् इडागमः भवति, कुत्रचित् न भवति तुमुन् प्रत्यये. उदाहरणरूपेण पठितुं, लेखितुं, चिन्तयितुम् एतस्मिन् इडागमः भवति. परन्तु कृ धातोः श्रु धातोः इडागमः नास्ति कर्तुं, श्रोतुम् इति. तत्र किम् उत्तरं किम् अस्ति? धातुः अपि इडनुकूलः न वा इति अस्माभिः ज्ञेयम्. केवलं प्रत्ययः इडनुकूलः सि इडागमः प्रत्ययस्य आगमः, तत्तु सत्यम्. परन्तु धातुः अपि इडनुकूलः भवेत्, तस्य कृते अपि सूत्रम् अस्ति. केवलं प्रत्ययः इडानुकूलः अस्ति इति वयम् इडागमः न कर्तुं शक्यते. तत्र धातुः अपि इडानुकूलः भवेत् तथा एव तदा एव इडागमः भवति. सो तुमुन् प्रत्ययः यद्यपि इडानुकूलः, अवशादि वलादि अवशादि अस्ति, कृत् प्रत्ययः अस्ति. सो इतुं भवेत्, इतुं भवति. कुत्र लिखितम् इतुम्? इतुं कुत्रचित् पठितं न? सो इतुं भवति, परन्तु सर्वेषां धातु अनन्तरम् इतुं न भवति. कुत्रचित् केवलं तुम् एव तत्र, न तत्र इडागमः न भवति. अतः निष्कर्षः कः? सो यद्यपि प्रत्ययः इडनुकूलः, तथापि अस्माभिः एकम् अन्यत् विचारः करणीयं. धातु इडनुकूलः न वा इति अपि द्रष्टव्यम्. धातुः इडनुकूलः अस्ति चेदेव प्रत्ययस्य इडागमः भवति. धातुः इडनुकूलः नास्ति चेत् तत् यद्यपि सः अवशादि वलादि, तथापि तत्र इडागमः न भवति. सो सो तत्र धातुः अपि कुत्रचित् निषेधं करोति, इडागमस्य निषेधः करोति, धातुस्वभावः अपि द्रष्टव्यम् इति तत्र निष्कर्षः. के इडागमः प्रत्ययस्य आगमः, प्रत्ययस्य आगमः इडागमः, परन्तु धातु अपि इडनुकूलः भवेत्. यदि धातु इडनुकूलः अस्ति, प्रत्ययः अपि इडनुकूलः अस्ति, तदा एव इकारः श्रूयते, अन्यथा इकारः न श्रूयते. प्रत्ययस्य आदौ इकारः न श्रूयते इति तत् निष्कर्षः. सो धातु स्वभावं दृष्ट्वा अपि एकं निषेधकसूत्रम् अस्ति. अग्रे यः सूत्रं दत्तम्, एका च उपदेशे अनुदात्तात् सप्तमे अध्याये एतत् सूत्रम् अपि इडागमनिषेधकसूत्रम्. धातुस्वभावं दृष्ट्वा निषेधः अस्ति. प्रथमनिषेधकसूत्रं कृतिप्रसङ्गे अस्ति. सो सामान्यवलादिप्रत्ययेषु तिङन्तप्रकरणे कोऽपि निषेधक प्रत्ययस्य निषेधकसूत्रं नास्ति, परन्तु धातुनिषेधकसूत्रं तत्रापि कार्यं करोति. सो धातु आधारेण अपि इडागमस्य निषेधः भवति, अपि च कृत्प्रसङ्गे वशादिकृत् प्रसङ्गे अपि इडागमस्य निषेधः भवति. सो इडागमस्य विधायकसूत्रम् आर्धधातुक् सेड्वलादेः, तस्य कृते अत्र अस्मिन् करपत्रे निषेधकसूत्रं द्वयम्, एकमस्ति नेड्वशीकृति, द्वितीयमस्ति एकाच उपदेशे अनुदात्तात्. सो अत्र पूर्वसूत्रात् न इति पदस्य अनुवृत्तिः, नेड्वशीकृति इति सूत्रस्य 7-8 एतत् अस्ति 7-10. सो पूर्वसूत्रात् अत्र न इट् इति पदस्य पदद्वयस्य अनुवृत्तिः. सो एतत् अपि निषेधकसूत्रं, परन्तु एतत् सूत्रं धातुस्वभावं दृष्ट्वा तत्र निषेधः. पूर्वं सूत्रं पूर्वनिषेधकसूत्रं कृतिप्रसङ्गे निषेधः, केवलं कृतिप्रसङ्गे. सो इडागमः धातोः इडागमः कदा भवति? यदा तत्र प्रत्ययः इडनुकूलः, अपि च धातुः अपि इडनुकूलः, तदा एव इडागमः भवति इति तत्र निष्कर्षः. पूर्वस्मिन् वर्गे वयं दृष्टं धातुः अनुदात्त अनुदात्तः अस्ति चेत् अन्यत्, उदात्तः स्वरितः अस्ति चेत् सेत् इति. परन्तु कोऽपि किं तस्य कृते एतदेव प्रमाणम्, एका च उपदेशे अनुदात्तात्. अनेन सूत्रेण एव अवगन्तुं शक्यते. सि तत्र तु केवलं टेक्स्ट् दत्तं कि इति प्रसङ्गः अस्ति, परन्तु प्रत्येकस्य कार्यस्य कृते सूत्रम् अथवा वार्तिकम् अथवा परिभाषा आवश्यकं, प्रमाणम् आवश्यकम्. अतः प्रमाणम् एतत् एव. कथं जानीमः? धातुः अवशिष्टस्वरः अनुदात् अस्ति चेदेव सः तत्र अनिट् भवति, तत्र निषेधः भवति. अतः तस्य कृते एव प्रमाणमस्ति एका च उपदेशे अनुदात्तात्. अनुदात्तात् इति पञ्चमी अन्तमस्ति. सो अनुदात्तात् धातोः परे इडागमः न, अपि च सः कीदृश अनुदात्तात् भवेत्? एकाचः भवेत् इति वयम् अग्रिमस्मिन् वर्गे एतत् सूत्रं पठामः. सो एतत् सूत्रमपि निषेधकसूत्रं. कस्य निषेधकसूत्रम्? इडागमस्य निषेधकसूत्रम्. परन्तु एतत् सूत्रं धातुस्वभावं दृष्ट्वा निषेधः भवति. प्रथमसूत्रं कृतिप्रसङ्गे निषेधः. कोऽपि अन्य कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, अन्यथा अत्र स्थगामः. एतत् सूत्रम् एकवारं गृहे पठतु, वदतु महोदय. अहं सोपानानि वदामि चेत् कृत् प्रत्ययः अस्ति प्रथमसोपाने, स्थित् अस्ति वा न वा? स्थित् अस्ति, अतः सार्वधातुकम् अस्ति, अतः इडागमस्य विचारः न उदेति. शीतलः अस्ति वल् अस्ति वलादि अस्ति वा, वलादिप्रत्ययः अस्ति वा न वा, नास्ति वलादि नास्ति. आर्धधातुकशेड् वलादेः प्रसक्तिः न भवति, अतः इडागमस्य विचारः न समाप्तः तत्रैव समाप्तः. वल् अस्ति चेत् वशी अस्ति वा न वा, वशी अस्ति चेत् इडा इड् वशी अस्ति चेत् इड् अन् अनुकूलः अस्ति, अतः इडागमः न भवति. न वशी नास्ति, वशी लेड् वशी कृति वशी आदौ अस्ति न वशी वशादि अस्ति चेत् इडागमस्य निषेधः भवति न भवति. वशादि नास्ति चेत् इड् अनुकूला अस्ति वशादि. तत्परे प्रश्नम् उदेति धातुः इड् अनुकूल अस्ति वा न वा, तत् धातुः न प्रथमसोपाने एव तत्र द्रष्टव्यं धातुः इड् अनुकूलः अस्ति वा नास्ति. ओ या या ओके ओके अस्तु. महोदय वशादि अस्ति वा न वा इति कुत्र द्रष्टव्यं प्रत्ययस्य न केवलं कृतिप्रसङ्गे. वशादि अस्ति वा नास्ति केवलं कृत् प्रत्ययेषु कृत् प्रसङ्गे एव द्रष्टव्यं. वलादि एव कृत् प्रत्यय न न न प्रत्यय यथा तत्र स्य इति प्रत्ययः सः तु कृत् प्रत्ययः नास्ति. सो तत्र नेड् वशीकृति इति सूत्रस्य कार्यमेव नास्ति. सो कृति एव वशादि वा अवशादि वा इति केवलं कृतिप्रसङ्गे एव द्रष्टव्यम्. यस् यस् यस् यस् ओके ओके अस्तु अस्तु. महोदय एकनिमिषं यस्य प्रत्यये कृतं नास्ति तु किम् अस्ति कृत् नास्ति सः कुत्र आयाति तस्य कृते सूत्रं किं तिङन्तप्रकरणे स्य प्रत्ययः आयाति तिङन्तप्रत्ने तिङन्तप्रसङ्गे शतासि लृ लुटो इत्यनेन स्य प्रत्ययः आयाति. सो सर्वे विकरणप्रत्ययाः कृतसंज्ञकाः तत्र केवलम् अर्धधातुक् सेड् वलादेः तत्र केवलम् अर्धधातुक् सेड् वलादेः इति सूत्रेण एव तत्र कार्यं भवति. तत्र निषेधकसूत्रस्य आवश्यकता एव नास्ति. किमर्थं चेत् निषेधकसूत्रं तु कृति उक्तं सः तु कृति नास्ति सः कृत् संज्ञकः नास्ति अतः तत्र विचारः एव न करणीयम्. तस्यपि सो अकृत् प्रत्ययेषु तत्र केवलं वलादि द्रष्टव्यं वलादि अस्ति वा नास्ति. वलादि अस्ति चेत् इडागमः भवति इडानुकूलप्रत्ययः अस्ति. अच्छा उप्रत्ययः कृत् नास्ति अतः तत्रापि तत्र परन्तु उप्रत्ययः वलादि अपि नास्ति अवलादि अस्ति अतः इडागमः न भवति. बिकास् सूत्रमस्ति वलादि अर्धधातुकस्य एव इडागमः इत्युक्ते अवलादि अस्ति चेत् सः अर्धधातुक् तु अस्ति परन्तु अवलादि अस्ति तत्र इडागमः न भवति. सो केवलम् एकमेव विशेषणं नास्ति प्रत्ययस्य कृते. प्रत्ययस्य कृते अर्धधातुक् अपि च वलादि इति विशेषणद्वयं सः प्रत्ययः अर्धधातुक् भवेत् सः वलादि भवेत् तदा एव इडागमः अन्यथा न अतः तत्र इडागमस्य विचारः न अस्तु अत्र स्थगामः जगदीश महोदय कृपया शान्तिमन्त्रं पठतु महोदय अस्ति वा ॐ पूर्णमदः पूर्णमिदं पूर्णा पूर्णमगच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरि ओं श्रीगुरुभ्यो नमः हरि ओं तत्सत् नमस्कारः धन्यवादाः पुनः मिलामः धन्यवादः महोदय धन्यवादः महोदय धन्यवादः